दशमोऽध्यायः सप्तमे अध्याये भगवतः तत्त्वं विभूतयश्च प्रकाशितः नवमे च अथ इदानीं येषु येषु भावेषु चिन्त्यो भगवान् ते ते भावाः वक्तव्याः तत्त्वं च भगवतो वक्तव्यम् उक्तमपि दुर्विज्ञेयत्व इत्यतः श्रीभगवानुवाच श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यय भूयः एव भूयः पुनः हे महाबाहो शृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचः वाक्यं यत् परमं ते तुभ्यं प्रीयमाणाय मद्वचनात् प्रीयसे त्वम् अतीव अमृतमिव पिबन् ततः वक्ष्यामि हितकामीय हितेच्छय किमर्थम् अहं वक्ष्यामि इत्यतः न मे भिदुःसुरगणाः प्रभवं न महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः न मे विदुः न जानन्ति सुरगणः ब्रह्मादयः किं ते न विदुः मम प्रभावं प्रभुशक्त्यतिशयम् अथवा प्रभवं प्रभवनम् उत्पत्ति नापि महर्षयः भृग्वादयः विदुः कस्मात् ते न विदुः इत्युच्यते अहम् आदिः कारणं हि अस्म देवानां महर्षीणां च सर्वशः सर्वप्रकारैः किञ्च यो मामजमनाधिं च वेत्ति लोकमहेश्वरम् असंहूढस्समर्थ्येषु सर्वपापैः प्रमुच्यते यः माम् अजम् अनादिं च यस्मादहम् आदिः देवानां महर्षीणां च न मम अन्यः आदिः विद्यते अतः अहम् अजः अनादिश्च अनादित्वम् अजत्वहेतुः तं माम् अजम् अनादिं च यः वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कारिवर्जितम् असम्मूढः सम्मोहवर्जितः सः मर्त्येषु मनुष्येषु सर्वपापैः सर्वैः पापैः मतिपूर्व अमतिपूर्वकृतैः प्रमुच्यते प्रमोच्यते इतश्च अहं महेश्वरलोकानां बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमशमः सुखं दुःखं भवो भावो भयञ्चाभयमेव च बुद्धिः अन्तःकरणस्य सूक्ष्मादि अर्थावबोधनसामर्थ्यं तद्वन्तं बुद्धिमानितिः वदन्ति ज्ञानम् आत्मादिपदार्थानाम् अवबोधः असम्मोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः क्षमम् आकृष्टस्य ताडितस्य वा अविकृतचित्तः सत्यं यथा दृष्टस्य यथा श्रुतस्य च आत्मानुभवस्य परबुद्धिसङ्क्रान्तिः तथैव उच्चार्यमाणः वा सत्यमुच्यते दमः बाह्येन्द्रिय उपशमः शमः अन्तःकरणस्य उपशमः सुखम् आह्लादः दुःखं सन्तापः भवः उद्भवः अभावः तद्विपर्यः भयं च त्रासः अभयमेव च तद्विपरीतम् अहिंसा समता तुष्टिः तपोदानं यशो यशः भवन्ति भावा भूतानां मत्त एव पृथग्विधाः अहिंसा अपीडा प्राणिनां समता समचित्तता तुष्टिः सन्तोषः पर्याप्तबुद्धिः लाभेषु तपः इन्द्रियसंयमपूर्वकं शरीरपीडनं दानं यथाशक्तिसमविभागः यशः धर्मनिमित्तकीर्तिः आयुषस्तु अधर्मनिमित्तकीर्तिः भवन्ति भावाः यथोक्ताः बुद्ध्यादयः भूतानां प्राणिनां मत्तः एव ईश्वरः पृथग्विदः नानाविधाः स्वकर्मानुसारेण। किञ्च महर्षय सप्तपूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोक इमा प्रजाः। महर्षयः सप्तभृग्वादयः पूर्वे अतीतकालसम्बन्धिनः चत्वारः मनवः तथा सावर्णा इति प्रसिद्धः। ते च मद्भावाः मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेतः। मानसाः मनसा एव उत्पादिताः मया जाताः उत्पन्नः। येषां मनूनां महर्षीणां च सृष्टिः लोके इमाः स्थावरजङ्गमलक्षणाः प्रजाः। एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सोऽविकम्पेन योगेन युज्यते नात्र संशयः। एतां यथोक्तां विभूतिं विस्तारं योगञ्च युक्तिञ्च आत्मनः घटनम् अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते। मम मदीयं योगः यः वेत्ति तत्त्वतः तत्त्वेन यथावत् इत्येतत्। सः अविकम्पेन अप्रचलितेन योगेन सम्यक् दर्शनस्थैर्यलक्षणेन युज्यते सम्बध्यते। न अत्र संशयः न अस्मिन्नर्थे संशयः अस्ति। कीदृशेन अविकम्पेन योगेन युज्यते इत्युच्यते अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाभावसमन्विताः। अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्पत्तिः। मत्त एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्तते इति एवं मत्वा भजन्ते सेवन्ते मां बुधाः अवगतपरमार्थतत्त्वः। भावसमन्वितः भावः भावन परमार्थतत्त्वाभिनिमेषः तेन समन्विताः संयुक्ताः इत्यर्थः। किञ्च मच्चित्तामद्गतप्राणाः बोधयन्तः परस्परं कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च। मच्चित्तः मयि चित्तं येषां ते मच्चित्तः। मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः मयि उपसंवृतकरणाः इत्यर्थः। अथवा मद्गतप्राणाः मद्गतजीवनाः इत्येतत्। बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यं कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं मां तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसङ्गत्या एव। ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः तेषां सततयुक्तान् भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मामुपयान्ति ते। तेषां सततयुक्तानां नित्याभियुक्तानां निवृत्तसर्वबाह्येषणानां भजतां सेवमानानां किम् अर्थित्वादिना कारणेन नित्य प्रीतिपूर्वकं प्रीतिः स्नेहः तत्पूर्वकं मां भजताम् इत्यर्थः। ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यक् दर्शनं मत्तत्त्वविषयं तेन योगः बुद्धियोगः तं बुद्धियोगं तेन बुद्धियोगेन सम्यक् दर्शनलक्षणेन मां परमेश्वरम् आत्मभूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते। के ते ये मच्चित्तत्वादिप्रकारैः मां भजन्ते। किमर्थं कस्य वा त्वत्प्राप्तिप्रतिबन्धहेतोः नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासि इति अपेक्षायामः। तेषामेवानुकम्पार्थम् अहमज्ञानजं तमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वतः। तेषामेव कथं नु नाम श्रेयः स्यादिति अनुकम्पार्थं दयाहेतोः अहम् अज्ञानजम् अविवेकतः जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमः नाशयामि आत्मभावस्थः आत्मनः भावः अन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातीरितेन ब्रह्मचर्यादिसाधनसंस्कारवत् प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेष आकलुषित निवातापवर्गस्थेन नित्यप्रवृत्त ऐकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन इत्यर्थः। यथोक्तां भगवतः विभूतिं योगञ्च श्रुत्वा अर्जुन उवाच अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम्। परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान् पुरुषं शाश्वतं नित्यं दिव्यं दिविभवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं विभुं विभवनशीलम्। ईदृशम् आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे। आहुः कथयन्ति त्वां ऋषयः वसिष्ठादयः सर्वे देवर्षिः नारदः तथा असितः देवलोपि एवमेव आह व्यासश्च स्वयं चैव त्वं च ब्रवीषि मे। सर्वमेतदृतं मन्ये यन्मां वदसि केशव न हि ते भगवन् व्यक्तिं विदुर्देवानदानवः। सर्वमेतत् यथोक्तं ऋषिभिः त्वया च एतदृतं सत्यमेव मन्ये यत् मां प्रति वदसि भाषसे हे केशव न हि ते तव भगवन् व्यक्तिं प्रभं विदुः न देवाः न दानवः।